पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 6 सूत उवाच कश्यपस्य च भार्यान्या धनुर्नाम तपस्विनी पुत्रशोकेन संतप्ता सम्प्राप्ता दिदिमन्दिरं रोदमाना प्रणम्यैव पादपद्मयुगं तदा दुःखेन महदा प्राप्ता दिदिस्तां प्रत्यबोधयत दिदिरुवाच तवैव हि महाभागे किमिदं रोदकारणं पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवन्ति वै भवती शतपुत्राणां गुणिनामपि भामिनि मादा त्वमसि कल्याणि शुम्भादीनां महात्मनां कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद हिरण्यकशिपुराजा हिरण्याक्षो महाबलः यस्याः पुत्रौ महात्मानौ महाबलपराक्रमौ कस्माद्दुःखं महज्जातं तस्माच्चैव सखे वद आख्याहि कारणं सर्वं यस्माद्रोदिशि साम्प्रतं एवमाभाष्यतां देवीं विररामनस्विनी धनुरुवाच पश्य पश्य महाभागे सपत्न्याश्च मनोरथं परिपूर्णं कृतं तेन देवदेवेन चक्रिणा यथा पूर्वं वरो दत्तो ह्यदित्यै देविविष्णुना तथे दानीं च पुत्राय तस्या दत्तो वरो महान् कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकसुतः इन्द्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च मनोरथैस्तु सम्पूर्णा अदितिसुखवर्धिनी कनीयान्वसुदत्तश्च तस्याः पुत्रश्च सम्प्रति ऐन्द्रं पदं सुदुष्प्राप्यं देवैः सार्धं भुनक्ति च दिदिरुवाच कस्मात्पदात् परिभ्रष्टो मम पुत्रो महामतिः अन्ये च दानवा दैत्यास्तेजो भ्रष्टा कथं सखे तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि तमाभाष्य दिदिर्वाक्यं विरराम सुदुःखिता धनुरुवाच देवाश्च दानवाः सर्वे सङ्क्रोधाः सङ्करं गताः तत्र युद्धं महज्जातं दैत्यसंक्षयकारकं देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः तथैव तव पुत्रास्ते देवदेवेन चक्रिणा वने गदान्यथा सिंहो द्रावयेत् स्वेन तेजसा तथा ते मम काः पुत्रा निहता शङ्खपाणिना कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः नाशितं मर्दितं सर्वं द्राविदं विकलीकृतं स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेध्वने तथा दैत्यगणान् सर्वान्निर्दहत्येव केशवः मम पुत्रा मृता देवि बहुशस्तव नन्दनाः पत्नीं प्राप्य यथा सर्वे शलभायान्ति संक्षयम् तथा ते धनवा सर्वे हरिं प्राप्य क्षयं गदाः एवमेदं हि वृत्तान्तं दिदिशुश्राव दारुणं दिदिरुवाच वज्रपादोपमं भद्रे वदस्येवं कथं मम एवमाभाष्यतां देवी मूर्च्छिता निपपादः हा हा कष्टमिदं जातं बहुदुःखं प्रतापकं रुरोदकरुणं साध पुत्रशोकसुपीडिता तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभं मारोदिशि च भद्रं ते नैवं शोचन्ति त्वद्विधाः सत्त्ववं तो महाभागे लोभमोहेन वर्जिताः कस्य पुत्रा हि संसारे कस्य देवी सुबान्धवाः नास्ति कस्येह केनापि तत्सर्वं श्रूयतां प्रिये दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः भवती नामहं भर्ता कामनापूरकः शुभे योचकः पालकश्चैव रक्षकोऽस्मि वरानने कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः तव पुत्रा महाभागे सत्यधर्मविवर्जिताः तेन दोषेण ते सर्वे तव दोषेण वै शुभे निषदा वासुदेवेन दैवतैस्तु निपातिताः तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः शोको हि नाशयेत् पुण्यं क्षयात् पुण्यस्य नश्यति तस्माच्छोकं परित्यज्य विघ्नरूपं वरानने आत्मदोषप्रभावेण दानवामरणं गदाः देवा निमित्तभूताश्च नाशिदास्वेन कर्मणा एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीं विषादाच्च निवृत्तोऽसौ विररामहामतिः इति श्रीपद्मपुराणे भूमिखण्डे देवासुरे दिदि विलापो नाम षष्ठोऽध्यायः ॐ